अथ योस्य दक्षिणसुचिः तत्स्थः वायुविशेषः सवीर्यवत्कर्म कुर्वन् विगृह्यव प्राणापानं नानाव अनितीति व्यानः तत्सम्बद्धमेव च तच्छ्रोत्रियम् इन्द्रियं ततः स चन्द्रमा श्रोत्रेण सृष्टा दिशश्चन्द्रमाश्च इति श्रुतेः सहाश्रयो पूर्वत् तदेत श्रीश्च विभूतिः श्रोत्रचन्द्रमसोः ज्ञान अन्नहेतुत्वम् अतः ताभ्यां श्रीत्वं ज्ञान अन्नवतश्च यशः ख्यातिर्भवतीति यशो हेतुत्वा तु यशस्त्वम् अतः ताभ्यां गुणाभ्याम् उपासीत इत्यादि समानम् अथ योऽस्य प्रत्यङ्सुषिः सोपानः सा वाक्सो अग्निः तदेतन् ब्रह्मवर्चसं मन्नाद्यमित्युपासीत ब्रह्मवर्चसि अन्नादु भवति एवं वेद अथ योऽस्य प्रत्यङ्सुषिः पश्चिमः तत्स्थः वायुविशेषः स मूत्रपुरीशादि अपनयन् अधो अनितीति अपानः स तथा वाक् तत्सम्बन्ध तथा अग्निः तदेतद् ब्रह्मवर्चसं वृत्तस्वाध्यायनिमित्तं तेजः ब्रह्मवर्चसम् अग्निसम्बन्धात् वृत्तस्वाध्यायस्य अन्नग्रसनहेतुत्वात् अपानस्य अन्नाद्यत्वं समानमन्यत् अथ योऽस्योदङ्सुषिः स समानः तन्मनः स पर्जन्य तदेतत् कीर्तिश्च व्युष्टिश्चैत्वपानसीत कीर्तिमान् व्युष्टिमान् भवति इयं वेद अथ यो अस्य उदङ्सुषिः उदग्गतः सुषिः तत्स्थः वायुविशेषः सः अशितपीते समं नयतीति समानः तत्सम्बद्धं मनो अन्तःकरणम् स पर्जन्यं वृष्ट्यात्मको देवः पर्जन्यनिमित्तश्च आप इति मनसा सृष्टा अपश्च वरुणश्च इति श्रुते तदेतत् कीर्तिश्च मनसो ज्ञानस्य कीर्तिहेतुत्व आत्मपरोक्षं विश्रुतत्वं कीर्तिः यशः स्वकर्णसंवेद्यं विश्रुतत्वं व्युष्टिः कान्तिः देहगतं लावण्यं ततश्च कीर्तिसम्भवात् कीर्तिश्च इति समानमन्यत् अथ यो अस्य ऊर्ध्वसुषिः स उदानः स वायुः स आकाशः तदेतन् ओजश्च महश्च इत्युपासीत ओजस्वी महस्वान् भवति य एवं वेद अथ यो अस्य ऊर्ध्वसुषिः स उदानः आपादतलात् आरभ्य ऊर्ध्वम् उत्क्रमणम् उत्कर्षार्थं च कर्म कुर्वन् अनिति इति उदानः स वायुः तदाधारश्च आकाशः तदेतद्वायुवाकाशयोः ओजो हेतुत्वात् ओजः बलं महत्वाच्च मह इति समानमन्यत् ते वा एते पञ्चब्रह्मपुरुषाः स्वर्गस्य लोकस्य द्वारपाः स एतान् एवं पञ्चब्रह्मपुरुषान् स्वर्गस्य लोकस्य द्वारपान् वेदास्ति पुने वीरो जायते प्रतिपद्यते स्वर्गं लोकम् एतान् एवं पञ्च ब्रह्मपुरुषान् स्वर्गस्य लोकस्य द्वारपान् वेद ते वा एते यथोक्तः पञ्चसुषिसम्बन्धात् पञ्चब्रह्मणो हार्दस्य पुरुषः राजपुरुष इव द्वारस्थः स्वर्गस्य हार्दस्य लोकस्य द्वारपः द्वारपालः एतैः चक्षुश्रोत्रवाङ्मनःप्राणैः बहिर्मुखप्रवृत्तैः ब्रह्मणो हार्दस्य प्राप्तिद्वाराणि निरुद्धानि प्रत्यक्षं हि एतद् अजितकरणतया बाह्यविषय आसङ्ग अनृतप्ररूढत्वात् न हार्दे ब्रह्मणि मनः तिष्ठति तस्मात् सत्यमुक्तम् एते पञ्चब्रह्मपुरुषाः स्वर्गस्य लोकस्य द्वारपाः इति अतः स एतान् एवं यथोक्तगुणविशिष्टान् स्वर्गस्य लोकस्य द्वारपान् वेद उपास्ते उपासनीयं वशीकरोति स राजद्वारपालानिव उपासनेन वशीकृत्य तैः अनिवारितः प्रतिपद्यते स्वर्गं लोकं राजानमिव हार्दं ब्रह्म किञ्च अस्य विदुषः कुले वीरः पुत्रो जायते वीरपुरुषसेवनः तस्य च ऋण अपाकरणेन ब्रह्मोपासनप्रवृत्तिहेतुत्वं ततश्च स्वर्गलोकप्रतिपत्तिः पारम्पर्येण भवतीति स्वर्गलोकप्रतिपत्तिः एव एकं फलम् अथ यदतः परो दिवो ज्योतिः दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेषु अनुत्तमेषु उत्तमेषु लोकेषु इदं भावतद्यदम् अस्मिन् अन्तःपुरुषे ज्योतिः अथ ये तसं विद्वान् स्वर्गं लोकं वीरपुरुषसेवना तु प्रतिपद्यते यच्च उक्तं त्रिपादस्यामृतं दिवीति तदिदं लिङ्गेन चक्षुश्रोत्रेन्द्रियगोचरम् आपादितव्यं यथा अग्न्यादिधूमादिलिङ्गेन तथा हि एवमेव इदमिति यथोक्ते अर्थे दृढा प्रतीतिः स्यात् अनन्यत्वेन च निश्चयः इति अतः यदतः अमुष्मातु दिवः द्युलोक परः परमिति लिङ्गवित्तेन ज्योतिर्दीप्यते स्वयं प्रभं सदा प्रकाशत्वात् दीप्यतैव दीप्यते इत्युच्यते अग्न्यादिवत् ज्वलनलक्षणायाः दीप्तेः असम्भवत् विश्वतः पृष्ठेषु इति एतस्य व्याख्यानं सर्वतः पृष्ठेषु इति संसारात् उपरि इत्यर्थः संसार एव हि सर्वः असंसारिणः एकत्वात् निर्भेदत्वाच्च अनुत्तमेषु तत्पुरुषसमासाशङ्कानिवृत्त्याः उत्तमेषु लोकेषु इति सत्यलोकादिषु हिरण्यगर्भादिकार्यरूपस्य परस्यैश्वरस्य आसन्नत्व उच्यते उत्तमेषु लोकेषु इति इदं वाव इदमेव त यदिदम् अस्मिन् पुरुषे अन्तः मध्ये ज्योतिः चक्षुश्रोत्रग्राह्येण लिङ्गेन उष्णिम्न शब्देन च अवगम्यते यत्त्वच स्पर्शरूपेण गृह्यते त चक्षुषा एव दृढप्रतीतिकरत्वात् त्वचः अविनाभूतत्वाच्च रूपस्पर्शयो तस्य एषा दृष्टिः यत्र एतदस्मिन् शरीरे सघं स्पर्शेन उष्णिमानं विजानाति तस्य एषा श्रुतिः यत्र एतत् कर्णौ अपि गृह्यं निनादमिव नादहतुरिव अग्नेरिव ज्वलतः उपशृणोति तदैतदृष्णं च श्रुतं चेत्युपासीत चक्षुष्यः श्रुतो भवति एवं वेद एवं वेद कथं पुनः तस्य ज्योतिषलिङ्गं त्वग्दृष्टिगोचरत्वम् आपद्यते इति आह यत्र यस्मिन् काले एतदिति क्रियाविशेषणम् अस्मिन् शरीरे हस्तेन आलभ्य संस्पर्शेन उष्णिमानं रूपसहभाविनम् उष्णस्पर्शभावं विजानाति स हि उष्णिमा नामरूपव्याकरणाय देहम् अनुप्रविष्टस्य चैतन्यात्मज्योतिषः लिङ्गम् अव्यभिचार न हि जीवन्तम् आत्मानम् उष्णिमा व्यभिचरति उष्ण एव जीविष्यन् शीतोमरिष्यन् इति हि विज्ञायते मरणकाले च तेजः परस्यां देवतायाम् इति परेण अविभागत्वोपगमात् अतः असाधारणं लिङ्गम् औष्ण्यम् अग्नेरिव धूमः अतः तस्य परस्य एषा दृष्टिः साक्षादिव दर्शनं दर्शनोपायः इत्यर्थः तदा तस्य ज्योतिषः एषा श्रुतिः श्रवणं श्रवणोपायो अपि उच्यमानः यत्र यदा पुरुषः ज्योतिषो लिङ्गं शुश्रूषति श्रोतुमिच्छति तदा एतत् कर्णौ अपिगृह्य एतच्छब्दः क्रियाविशेषणम् अपिगृह्य अभिधाय इत्यर्थः अङ्गुलिभ्यां प्रोर्णुत्य निनदमिव रथस्यैव घोषो निनदः तम् इव शृणोति नदाथुरिव ऋषभकूजितमिव शब्दः यथा च अग्नेः बहिर्ज्वलतः एवं शब्दम् अन्तःशरीरे उपशृणोति तदेत ज्योतिः दृष्टश्रुतलिङ्गत्वात् दृष्टं च श्रुतं च इति उपासीत तदा उपासनात् चक्षुष्यः दर्शनीयः श्रुतः विश्रुतश्च यस्पर्शगुणोपासननिमित्तं फलं तत् रूपे सम्पादयति चक्षुषेति रूपस्पर्शयोः सहभावित्वात् इष्टत्वाच्च दर्शनीयतायाः एवं च विद्यायाः फलम् उपपन्नं स्यात् न तु मृदुत्वादिस्पर्शवत् य एवं यथोक्तौ गुणं वेद स्वर्गलोकप्रतिपत्तिस्तु उक्तम् अदृष्टं फलं दुरभ्यासः आदरार्थः इति त्रयोदशखण्डभाष्यं चतुर्दशखण्डः पुनः तस्यैव त्रिपादमृतस्य ब्रह्मणम् अनन्तगुणवतो अनन्तशक्तेः अनेकभेदोपास्यस्य विशिष्टगुणशक्तिमत्वेन उपासनं विधित्सन्नः सर्वं खल्विदं ब्रह्म तज्जलानिति शान्तोपासीत अथ खलु कृतुमयः पुरुषो यथा कृतो अस्मिङ्गं लोके पुरुषो भवति तथेत प्रीत्य भवति स कृतं कुर्वीत सर्वं समस्तं खलु इति वाक्यालङ्कारार्थो निपातः इदं जगत् नामरूपविकृतं प्रत्यक्षादिविषयं ब्रह्मकारणं वृद्धतमत्वात् ब्रह्म कथं सर्वस्य ब्रह्मत्वम् इत्यतः तज्जलानिति तस्मात् ब्रह्मणो जातं तेजोवन्नादिक्रमेण सर्वम् अतः तज्जं तथा तेनैव जननक्रमेण प्रतिलोमतया तस्मिन्नेव ब्रह्मणि लीयते तदात्मतया तिष्ठते इति तल्ल तथा तस्मिन्नेव स्थितिकाले अनिति प्रणिति चेष्टते इति एवं ब्रह्मात्मतया त्रिषु कालेषु अविशिष्टं तद्व्यतिरेकेण अग्रहणात् अतः तदेव इदं जगत् यथा च इदं तदेव एकम् अद्वितीयं तदा षष्ठे विस्तरेण वक्ष्यामः यस्माच्च सर्वमिदं ब्रह्म अतः शान्तः रागद्वेषादिदोषरहितः संयतः सन् यत्तत् सर्वं ब्रह्म तत् वक्ष्यमाणैः गुणैः उपासीत कथम् उपासीत क्रतुं कुर्वीति क्रतुः निश्चयः अध्यवसायः एवमेव नान्यथा इति अविचलः प्रत्ययः तं क्रतुं कुर्वीत उपासीत इत्यनेन व्यवहितेन सम्बन्धः किं पुनः क्रतुकरणेन कर्तव्यं प्रयोजनं कथं वा क्रतुः कर्तव्यः क्रतुकरणं च अभिप्रेतार्थसिद्धिसाधनं कथम् इत्यस्य अर्थस्य प्रतिपादनार्थम् अथ इत्यादि ग्रन्थः अथ खलु इति हेत्वर्थः यस्मात् क्रतुमयः क्रतुप्रायो अध्यवसायात्मकः पुरुषः जीवः यथा क्रतुः यादृशः क्रतुः अस्य सोऽयं यथा क्रतुः यथा अध्यवसायः यादृनिश्चयः अस्मिन् लोके जीवन् यः पुरुषो भवति तथा इतः अस्मात् देहात् प्रेत्य मृत्वा भवति क्रत्वनुरूपफलात्मको भवति इत्यर्थः एवं हि एतच्छास्त्रतो दृष्टम् यं यं वापि स्मन् भावं त्यजत्यन्ते कलेवरम् इत्यादि यतः एवं व्यवस्था शास्त्रदृष्ट अतः सः एवं जानन् कर्तुं कुर्वीत् यादृशं कर्तुं वक्ष्यामः तम् यत एवं शास्त्रं प्रामाण्यात् उत्पद्यते कृत्मनुरूपं फलम् अतः स कर्तव्यः कृतः